नमस्सर्वेभ्यः. तर्हि इदानीम् अस्माकं चिन्तनं प्रवर्तमानमस्ति साधारणकारणम् इत्यस्मिन् विषये. तत्र साधारणकारणम् इत्यस्य लक्षणवाक्यमासीत् असाधारणं, क्षम्यताम्, करणम् इत्यस्मात् आरम्भं कृतवन्तः. तत्र असाधारणं कारणं करणम् इति दृष्टवन्तः. तर्हि तदनन्तरं तत्र साधारणकारणम् इत्युक्ते किम् इति दृष्टवन्तः. तत्र दिक्काल अपि च ईश्वरस्य ज्ञानम् इत्येषां साधारणकारणत्वं वयं साधितवन्तः. इदानीं तदनन्तरम् आसीत् तत्र इच्छा, कृतिः अपि च प्रागभावः इति अवशिष्टानि साधारणकारणानि इति तत्र प्रथमं तत्र इच्छा अपि च कृति द्वयोः विषये गतकक्षायां किञ्चित् चर्चितवन्तः. तर्हि अत्र वयं किं दृष्टवन्तः इत्युक्ते, यद्यपि तत्र समवायीकारणज्ञानं कुलालस्य आत्मनि अस्ति चेदपि तत्र घटनिर्माणं प्रति तस्य इच्छा नास्ति चेत् तत्र इदानीं घटं कर्तुम् इच्छामि इति तादृशचिकीर्षा कुलालस्य आत्मनि नास्ति चेत् घटोत्पत्तिः न भवति इति. तर्हि तादृश कारणत्वं, तादृश इच्छा, तादृशी इच्छा अपि कारणत्वरूपेण वयं स्वीकृतवन्तः. तद्वत् जगति यावन्ति कार्याणि साधितानि तस्य कृते अपि तादृशं तादृशी इच्छा आवश्यकी इति कृत्वा ईश्वरस्य आत्मनि अपि परमात्मनि अपि तादृशी इच्छा अस्ति इति इच्छा इत्यपि साधारणकारणम् इति वयं दृष्टवन्तः. तत्र अस्माकं एकं नूतनपदस्य परिचयः अपि जातः, आवश्यिका इति. इत्युक्ते आवश्यकी इत्येव, तत्र केवलं प्रत्ययभेदः, एकत्र टाप् प्रत्ययः, अन्यत्र ङीप् इति प्रत्ययः इत्यपि वयं किञ्चित् दृष्टवन्तः. तदनन्तरम् आसीत् कृतिः इति विषयः. तत्र यद्यपि इदानीं ज्ञानमस्ति कुलालस्य आत्मनि, इच्छा अपि अस्ति, परन्तु सः तत्र कस्मात् प्रतिबन्धात् किमपि न करोति चेत् तत्र कार्यं न भवति, इत्युक्ते घटनिर्माणं न भवति. तर्हि तादृश कृतिः अपि भवेत्, इत्युक्ते कृतिः उत्पन्ना चेदेव घटनिर्माणं भवति इति कृत्वा कृतिः अपि कारणम् इति. यथा कुलालस्य घटनिर्माणं प्रति कृतिः इति कारणं, तद्वत् ईश्वरस्य अपि तत्र ईश्वरस्य ईश्वरीयकृतिः अपि जगत्कारणः, जगत्कारणम् इति वयं स्वीकृतवन्तः. परन्तु तत्र एकः कश्चन भेदः वर्तते इत्यपि दृष्टवन्तः. इत्युक्ते कुलालस्य ज्ञाने च कृतयः इति भिन्नाः अपि च क्षणिकाः, इत्युक्ते व्यक्तिभेदेन भेदः भवति इति. परन्तु ईश्वरस्य आत्मनि ये ज्ञान इच्छा कृतयः सन्ति ते तु तादृशं नास्ति, नित्याः अपि च एकमेव, इत्युक्ते सर्वविषयिकाः इति, सकलसमवायिकारणविषयिकाः इति अपि वयं दृष्टवन्तः. इति कृत्वा ते सर्वेषां कार्याणां प्रति कारणरूपेण सर्वदा तिष्ठति, इत्युक्ते पूर्वमपि आसीत्, इदानीमपि अस्ति, अनन्तरमपि भविष्यति इति, त्रिषु कालेषु अपि तिष्ठति इति अपि वयं दृष्टवन्तः. अनन्तरं तत्र चित्ररूपेण दत्तमासीत् कथं कारणता कार्यादिकरणे केन सम्बन्धेन भवति इति. यत्र अधिकरणत्वम् अस्ति तत्र कारणता अस्ति, यथा दिक्कालयोः कालिकविशेषणता अपि च देशिकविशेषणता इति सम्बन्धेन अधिकरणत्वम् अस्ति इति कृत्वा घटस्य कारणं, तदनन्तरं ज्ञानं इच्छाकृतिः इति ते तु विषयतासम्बन्धेन कपाले अस्ति, कपालः इति कार्याधिकरणं, कार्याधिकरणे घटः इति कार्यं समवायसम्बन्धेन तु अस्ति एव इति अपि वयं दृष्टवन्तः. एतावत्पर्यन्तं प्रश्नः अस्ति वा? तत्र भगिनी एकमेव प्रश्नः, ईश्वरज्ञानेच्छाकृतीनां कारणता तत् चित्रे ज्ञानम् अपि च कपालयोः मध्ये विषयतासम्बन्धः अस्ति किल? सत्यम्. अपि च तत्र विषयता कपालयोः मध्ये अनियोगितासम्बन्धः उक्तः वा? विषयता इति सम्बन्धः द्विनिष्ठः खलु, यथा संयोगः एव, तर्हि विषयता कपाले अनियोगिता सम्बन्धेन अस्ति. सत्यम्. अपि च ज्ञाने प्रतियोगिता सम्बन्धेन अस्ति. तत्र अनियोगितासम्बन्धः इति वदामश्चेत् तत् धर्मः वक्तव्यं किल, नास्ति वा? इत्युक्ते यदा वयम् अनियोगिताप्रतियोगितासम्बन्धः दृष्टवन्तः, भूतले घटं नास्ति. हा हा, अवगच्छामि महोदय, परन्तु अत्र क्षम्यतां, तत्र अत्र अनियोगिता प्रतियोगिता इति अभावविषयकः नास्ति, तत्र अधिकरणस्य अपि अनियोगिता इति कश्चन संज्ञा अस्ति इति कृत्वा विषयता तादृश अनियोगितासम्बन्धेन कपाले अस्ति, न तु अभावस्य प्रसङ्गः अत्र. हा, किन्तु मया किम् किं वदामि, मम यत्नम् एवम् आसीत् अत्र अनियोगितासम्बन्धः विषयता अनियोगितासम्बन्धेन कपाले वर्तते इति वदामश्चेत् तत्र केवलं तत्र अनियोगिता इति वदामश्चेत् पर्याप्तं वा, नो चेत् तदुपरि किमपि धर्मः वक्तव्यः वा इति मम प्रश्नः आसीत्. न, तत्र तदेव, तत्र अधिकरण अनियोगिता इति वदामश्चेत् तत्र किमपि धर्मं स्वीकर्तव्यं किल? किमर्थम् अनियोगी प्रतियोगी, प्रतियोगी इति किं, यस्य अभावः तद् तस्य प्रतियोगी इति. हा, तदर्थमेव उक्तवती महोदय, अत्र अनियोगी इति अभावस्य प्रसङ्गः नास्ति, अधिकरणस्य अनियोगी इति संज्ञा अस्ति. तर्हि तत्र अधिकरणस्य अनियोगी इति संज्ञा अस्ति, इदानीं प्रतियोगी अस्मिन् विषये आदेयः, अत्र संख्या त्रिंशति न एकत्रिंशतितमे पुटे अस्ति, अधिकरणस्यापि भवति अनियोगी इति संज्ञा इति यस्य अधिकरणमस्ति तत्र अनियोगी इति वदामः, तर्हि तत्र अभावस्य प्रसङ्गः नास्ति वस्तुतः, तदर्थमेव धर्मस्य आवश्यकता नास्ति. ओ, यत्र आदेय आधारभावः अस्ति तत्रापि प्रतियोगी अनियोगी इति वक्तुं शक्यते इति. यस्य आदेयः तत् प्रतियोगी भवति. सत्यं. यद् आदेयस्य आधारः तत् अनियोगी भवति इति. अस्तु, अहम् एकवारं पठामि. हा, तदेकवारं पठतु, प्रायः अनन्तरं प्रश्नः अस्ति चेत् ई पत्रं प्रेषयतु महोदय. अस्तु अस्तु अस्तु. तदनन्तरं प्रागभावस्य साधारणकारणत्वम् इत्यपि किञ्चित् परिशीलितवन्तः. तत्र षष्ठमं साधारणकारणम् अस्ति प्रागभावः इति. तर्हि यथा इदानीं वयं पूर्वं दृष्टवन्तः, तद्वत् प्रागभावः केन सम्बन्धेन कार्यादिकरणे भवेत् इति किञ्चित् चिन्तनं कृतवन्तः. इत्युक्ते तत्र अस्माकं परिचिताः सम्बन्धाः सन्ति संयोगसमवाय तादात्म्य अपि च तादात्म्यसम्बन्धः सम्बन्धाः इति तेषु किमपि तेषु सम्बन्धेषु कश्चन भवति वा प्रागभावस्य इति तत्र किञ्चित् चिन्तनं कृतवन्तः. तत्र संयोगसम्बन्धः तु द्रव्ययोः मध्ये एव भवति, अभावः इति द्रव्यं नास्ति इति कृत्वा तत्र तादृशसम्बन्धः नास्ति इति प्रथमम्. अनन्तरं समवायसम्बन्धः अपि तत्र गुणगुणिनोः क्रियाक्रियावतोः अवयव अवयविनोः जातिव्यक्तयोः अपि च विशेषनित्यद्रव्ययोः मध्ये एव भवति इति कृत्वा अभावः तत्रापि तस्य उल्लेखः नास्ति इति कृत्वा अभावः समवायसम्बन्धेन अपि कार्याधिकरणे न स्यात्. तदनन्तरं तृतीयमासीत् तादात्म्यम् इति सम्बन्धः. तादात्म्यसम्बन्धः तु समवायिकारणस्य विषये एव अस्ति. यः यत् समवायिकारणम् अस्ति तत् स्वस्मिन् तादात्म्यसम्बन्धेन अस्ति. प्रागभावः तादृशं नास्ति. इत्युक्ते प्रागभावः कपाले तादात्म्यम् इति सम्बन्धेन न तिष्ठति इत्यपि दृष्टवन्तः. तर्हि इदानीं प्रागभावः केन सम्बन्धेन कार्याधिकरणे भवेत् इति प्रश्नस्य उत्तरमेतावत्पर्यन्तं न प्राप्तम् अस्माभिः. तावत्पर्यन्तम् अधीतवन्तः. अग्रे सरेम, परन्तु तस्मात् पूर्वक् अत्र प्रश्नः अस्ति वा प्रागभावस्य सम्बन्धविषये? भगिनि, चित्रम् एकवारं संक्षिप्ते वदतु. ईश्वरज्ञाने संक्षिप्ते अस्तु. हा, ज्ञानविषये वदामि. द्वितीयचित्रं तु तद्वत् एव इति कृत्वा प्रथमचित्रं पश्येम. तर्हि अत्र अस्ति कपालः इति कार्याधिकरणम्. इदानीं ज्ञानम् इत्युक्ते ईश्वरीयज्ञानम् इति स्वीकुर्मः चेत् तत् कपाले केन सम्बन्धेन भवति इति अस्ति चेत् विषयता इति सम्बन्धेन. तर्हि इदानीं विषयता इति सम्बन्धः अपि द्विनिष्ठः यथा संयोगसम्बन्धः इव. तर्हि विषयता केन सम्बन्धेन अस्ति कपाले इति चिन्तयामः चेत् अनियोगितासम्बन्धेन. विषयता ज्ञाने प्रतियोगितासम्बन्धेन अस्ति. कपालः इति विषयः, ज्ञानम् इति विषयी. यतोहि ज्ञानम् इति स्वविषयकपदार्थः इति वयं जानीमः. तर्हि ज्ञानं ज्ञाने अस्ति विषयः, ज्ञाने विषयः अस्ति इति कृत्वा ज्ञानम् अस्ति विषयी इति. तर्हि विषयिणि प्रतियोगितासम्बन्धः, विषये अनियोगितासम्बन्धेन विषयतासम्बन्धः तिष्ठति. अपि च चित्रे नास्ति, परन्तु कपालः ज्ञाने अस्ति इति इदानीं वयम् उक्तवन्तः खलु. तर्हि कपालः ज्ञाने केन सम्बन्धेन अस्ति इति चिन्तयामः चेत् तत्र विषयितासम्बन्धेन अस्ति. तर्हि इदानीं विषयितासम्बन्धः विषयितासम्बन्धः विपरीतदिश्याम् अस्ति शरः. वस्तुतः कपालात् आरभ्य ज्ञानपर्यन्तं विषयितासम्बन्धः. विषयितासम्बन्धः इदानीम् अनियोगितासम्बन्धेन ज्ञाने अस्ति, प्रतियोगितासम्बन्धेन कपाले अस्ति. सम्यक् वा? घटः तु समवायसम्बन्धेन कपाले अस्ति. सत्यं भगिनि. यत् पूर्वं प्रागभावः अपि च सम्बन्धानां विषये उक्तवती, कृपया संक्षेपेण पुनरेकवारं वदति वा? हा, इत्युक्ते प्रागभावः इदानीं प्रागभावस्य साधारणकारणत्वम् इत्यस्मिन् भागे स्मः खलु. तर्हि तत्र प्रागभावस्य साधारणकारणत्वं साधनीयमस्ति अस्माभिः. तर्हि प्रागभावः कारणं कार्यस्य कारणम् इति स्वीकुर्मः चेत् वयं तु जानीमः एव कारणं कार्यादिकरणे भवेत् इति. तर्हि कारणं कार्यादिकरणे कीदृशसम्बन्धेन भवति इति प्रश्नः अस्ति. तर्हि प्रागभावः इति कारणम् इति स्वीकुर्मः चेत् सः कारणं तत् कारणं केन सम्बन्धेन इदानीं कार्यादिकरणे अस्ति इति चिन्तयामः चेत् घटं घटः इति कार्यम् इति स्वीकुर्मः चेत् कपाले केन सम्बन्धेन प्रागभावः तिष्ठति इति प्रश्नः आगच्छति. तर्हि अत्र अस्माकं तत्र केचन सम्बन्धाः परिचिताः. तत्र अस्ति संयोगः इति एकं संयोगसम्बन्धः तु द्रव्ययोः एव भवति. प्रागभावः इति अभावपदार्थः न तु द्रव्यम् इति कृत्वा संयोगसम्बन्धः संयोगसम्बन्धेन प्रागभावः कपाले न भवितुम् अर्हति. तद्वत् समायसम्बन्धस्यापि समायसम्बन्धः अपि अभावस्य न भवति इति वयं जानीमः इति कृत्वा समवायसम्बन्धः अपि तत्र न भवति. तृतीयमस्ति तादात्म्यम् इति सम्बन्धः. तर्हि तादात्म्यसम्बन्धः तु समवायिकारणस्य प्रसङ्गे अस्ति. तर्हि समवायिकारणं स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायेन कार्यं जनयति इति वयं जानीमः. तर्हि अत्र प्रागभावः कपाले तर्हि तादात्म्यसम्बन्धेन स्थातुं न अर्हति इति कृत्वा तादात्म्यसम्बन्धः अपि तत्र न प्रचलति इति इति तत्र सम्बन्धस्य विषये तावदेव वयं दृष्टवन्तः. तर्हि ये सम्बन्धाः अस्माकं परिचिताः तेषु कश्चन अपि तत्र न प्रवर्तते इति वयं जानीमः एतावत्पर्यन्तम्. अस्तु. अपि च भगिनी तत्र प्रथम तत्र ज्ञानम् इति चित्रे कपालस्य ज्ञानं चेतने भवेत् इति किल तदपि अस्ति. परन्तु अत्र वस्तुतः चित्रे ज्ञानं केन ज्ञानमिति कारणं तर्हि ज्ञानं केन सम्बन्धेन कपाले अस्ति इत्येव अत्र कीदृशज्ञानं तस्मिन् विषये अहं चिन्तयन्नस्मि. कीदृशज्ञानम् इत्युक्ते कपालस्य ज्ञानं कपालस्य ज्ञानं सत्यं तदर्थमेव तत्र शरः अस्ति खलु ज्ञानस्य विषये कपालः. किन्तु यदि कपालस्य ज्ञानं चेतने वर्तते अपि च इच्छा वर्तते कृतिः वर्तते किन्तु कीदृशं कपालम् उपयुज्य घटः निर्मातव्यम् इति तस्य ज्ञानं नास्ति चेत् तस्मिन् विषये किमपि अस्ति वा? हा तदर्थमेव तत्र समवायिकारणज्ञानम् इति अस्ति खलु महोदय. तर्हि तत्र कपालज्ञानं तत्र ज्ञानम् इत्युक्ते तत्र पूर्वस्मिन् पुटे वयं दृष्टवन्तः समवायिकारणज्ञानम् इत्युक्ते समवायिकारणस्य ज्ञानम् अपि च पुनः पुनः तत्र अस्ति खलु कुलालः कपालं साक्षात् कृत्य इति इत्युक्ते कपालं ज्ञात्वा इत्युक्ते कपालस्य ज्ञानम् येन कपालेन घटनिर्माणं भवितुम् अर्हति इति ज्ञानं तदर्थमेव तत्र कुलालस्य ज्ञानमपि भिन्नभिन्नाः इति अस्ति. यतोहि व्यक्तिभेदेन भिद्यते कीदृशघटः घटं कीदृशकुल कपालेन कीदृशघटः भवति इति तत्र ज्ञानं भिद्यते खलु. आम् किन्तु अहं तु कुलालः न. इदानीं कपालः मयि पुरतः वर्तते तद् अहं जानामि इति कृत्वा कपालस्य ज्ञानं मयि वर्तते वर्तते इति कृत्वा मया घटः निर्मातुं शक्यते वा? न तदर्थमेव तत्र समवायिकारणज्ञानं खलु न तु केवलं समवायिकारणज्ञानम् इत्युक्ते न केवलं कपालम् इति ज्ञानं परन्तु कपालं कथं समवायिकारणं भवति घटस्य. यतोहि तत्र कश्चन प्रक्रिया अस्ति खलु येन कपालसंयोगः कपालद्वयोः संयोगः भवति के येन घटनिर्माणं भवति इत्युक्ते कपालं कथं समवायिकारणं भवेत् इत्यस्यापि ज्ञानं तत् तस्मिन् अन्तर्भूतम् इति मम अवगमनं. तदर्थमेव तत्र समवायिकारणज्ञानम् इति अस्ति, न तु केवलं कपालज्ञानम् इति. किन्तु चित्रे तादृशं न दत्तं, केवलं विषयता इति एव दत्तमस्ति. चित्रे तु किञ्चित् संक्षिप्तरूपेण ते दत्तवन्तः, यतोहि पूर्वं यत् तत्र विवृतमस्ति तस्यैव चित्ररूपेण अत्र अस्ति खलु इति कृत्वा चित्रे प्रायः सर्वं न स्थापितवन्तः इति मम. यदि चित्रे अपि तत् दातव्यं चेत् तत्र किं योजयामः? तत्र प्रायः कपालस्य विशेष तत्र समवायिकारणं कारण इत्युक्ते समवायिकारणस्य ज्ञानम् इति खलु, तर्हि कपालः इति समवायिकारणम् इति प्रायः तत्र आवश्यकम् इति चिन्तयामि. इत्युक्ते तत्र सर्वम् अन्तर्भूतं खलु, यतोहि कपालः कार्याधिकरणं भवति, यतोहि कपालः समवायिकारणम् अस्ति इति कृत्वा तत्र कार्याधिकरणम् इति स्वीकुर्मः चेत् तत्र समवायिकारणम् अस्ति. तादृशज्ञानम् अस्ति चेदेव कपालः इति कार्याधिकरणं भवति, समवायिकारणं भवति, येन घटनिर्माणं भवति इति तत्र तादृशज्ञानम् अस्ति चेदेव घटनिर्माणं भवति इति तत्र सर्वम् अन्तर्भूतम् इति मम अवगमनम्. अस्तु, तादृशं स्वीकुर्मः. अस्तु भगिनि. अस्तु महोदय, सम्यक्. तर्हि रामप्रिया भगिनी भवती आरम्भं करोति वा? आं भगिनि, द्वितीयपरिच्छेदं किल. आस्ताम् आस्तां तावत् तत्त्वचिन्तया कारणतायां सिद्धायां कल्पयामः तादात्म्यमेव तादात्म्यम् इव सम्बन्धमपि कारणतायैव तु न सिद्धा कारणता एव तु न सिद्धा. घटं निर्मितुः कुलालः तत् कारणानि दण्डः चक्रं कपालः जलं रज्जुः इमानि उपादत्ते. नहि सः प्रागभावम् उपादानो दृष्टः. चेतनेन कार्याय खलु यत् आधीयते तत् कारणं न अन्यत्. दण्डचक्रादिकर्त्रा यत् आनीतं तत् कथञ्चित् सम्बन्धं प्रकल्प्य सिद्धितम् अवाहत् भवति कारणम्. आस्तां तावत् सत्त्वचिन्तया यदा वयं पूर्वस्मिन् भागे दृष्टवन्तः प्राग्भावस्य साधारणकारणत्वं कार्याधिकरणे केन सम्बन्धेन भवति इति वयं तु उत्तरं न प्राप्तं. तत्र इदानीं आस्तां तावत् तावत् चिन्ता अलम् इति किल अस्मिन् विषये. सत्यम्, अत्र वस्तुतः पूर्वपक्षी वदति इदानीं. तर्हि तत्र इदानीं सः एतत् तस्मात् आरभ्य पूर्वपक्षिणः वादमस्ति वस्तुतः. तर्हि तत्र सत्त्वचिन्तया इति सत्त्वम् इति किं? सत्त्वम् इति अस्तित्वं किल. परन्तु अत्र प्राग्भावस्य अस्तित्वं तस्य चिन्ता आस्तां तावत् आस्ताम् इत्युक्ते तावत् अलम् इति वा तावत् परि स्थगयतु एतत् चिन्ता इति. हा, इत्युक्ते एतस्य प्राग्भावस्य इत्युक्ते प्राग्भावस्य केन सम्बन्धेन प्राग्भावः अस्ति इति इदानीं तादृशचिन्तनं प्रवर्तमानम् अस्ति इदानीं. परन्तु तत् तादृश चिन्तनम् इदानीं किञ्चित् स्थगयामः, इत्युक्ते अलम् एतावत् चिन्तनम् इति कृत्वा सः आरम्भं करोति तस्य वादम्. भगिनी, तत्र इति तस्य विभक्ति नो चेत् पुरुषः वचनम् इति किम्? हा, आस्ताम् इति वदतु भगिनी. फ्लोट् प्रथमपुरुष एकवचनं धातुः आस् आस् धातुः आस् इति धातुः अस्तु भगिनि लोट् किं भगिनि लोट् बहु लोट् एकवचनं एकवचनं प्रथमपुरुष एकवचन आत्मनि मया चिन्तितं क्षम्यतां भगिनि मया चिन्तितं सत्त्वचिन्तया आस्ताम् इत्युक्ते तत्र पूर्वस्मिन् परिच्छेदे अभावविषये वयं किमपि न चिन्तितवन्तः किन्तु सत्त्वविषये ये पदार्थाः सन्ति तेषु अस्तित्वम् अस्ति तस्मिन् विषये एव वयं चिन्तयन् आसम् इति एतावत्पर्यन्तं तस्मिन् विषये सत्त्वविषये वयं चिन्तयन् आसम् इदानीं प्रकृतिविषये सरामः इति न वस्तुतः न खलु यतोहि प्रागभावस्य सम्बन्धः इत्येव प्रसङ्गः आसीत् अस्माकं तत्र सत्त्वविषयस्य कृते किमपि न चिन्तितवन्तः तत्र एषः सम्बन्धः न भवति यतोहि अत्र भवति अत्र भवति इत्येव उक्तवन्तः तर्हि तत् अस्माकं विषयः तत्र आसीत् प्रागभावः इत्येव आं किन्तु अत्र अलम् इति अर्थः कथम् उत्पद्यते कस्मिन् पदात् उत्पद्यते कस्य पदात् उत्पद्यते आस्ताम् इति लोट् प्रथमवचनं तावत् इति अव्ययः सत्त्वचिन्तया इति तृतीया आस्ताम् इति आत्मनेपदिरूपमस्ति इति कृत्वा अलम् इति केन पदेन ज्ञातुं शक्यते आस्ताम् इत्युक्ते भवतु पर्याप्तम् इदानीं सत्त्वचिन्तया पर्याप्तम् इत्येव ओ आस् धातोः अर्थमेव पर्याप्तम् इति आस् धातोः प्रायः तिष्ठति आस् इत्युक्ते उपविशति इति किम् इति अर्थम् इति चिन्तयामि तर्हि इदानीं तत्र आसनम् इति आसने इति अर्थे इति इदानीम् अत्र तु परन्तु पर्याप्तम् इति अर्थे अस्तु अग्रे भगिनि कारणतायां सिद्धायां कल्पयामः तादात्म्यमेव सम्बन्धम् अपि कारणतायाम् इत्युक्ते एतद् प्रागभावस्य कारणता इति चिन्तयामि कारणतायां सिद्धायां यदा वयं कारणं प्रागभावस्य कारणं सिद्ध्यति चेत् किं कल्पयामः तादात्म्यम् इव सम्बन्धमपि कल्पयामः इति अन्वेति वा इत्युक्ते प्रथमं यदा कारणता सिद्ध्यति चेत् प्रागभावस्य कारणता सिद्ध्यति चेत् तत्र तादात्म्यमिव सम्बन्धमपि वयं आरोपयामः कल्पयामः तत्र हा इत्युक्ते तत्र कपालः इति कारणम् इति प्रथमम् आसीत् खलु कपालः इति घटस्य कारणम् इति वयं जानीमः इति कृत्वा तदनन्तरं कपालः स्वस्मिन् केन सम्बन्धेन अस्ति इति यदा चिन्तयामः चेत् तत्र तादात्म्यम् इति स्वीकृतवन्तः तदर्थमेव तत्र पूर्वस्मिन् परिच्छेदे अपि तत्र समवायिकारणता निर्वाहाय इति अस्ति खलु इत्युक्ते समवायिकारणता प्रदर्शनाय तत्र तादात्म्यम् इति इति सम्बन्धः स्वीकृतम् इति वयं दृष्टवन्तः तद्वत् इव इत्युक्ते तद्वत् इत्युक्ते इवत् खलु तादात्म्यम् इव इत्युक्ते तादात्म्यवत् किमपि अन्यसम्बन्धः वा यत्किमपि वयं कल्पयितुं शक्नुमः यदा कारणता सिद्ध्यति चेत् इति प्रागभावस्य कारणता सिद्ध्यति चेत् वयं तत्र तादात्म्यमिव अन्य किमपि अन्य कश्चन सम्बन्धः तत्र कल्पयितुं शक्नुमः. कारणता इव तु न सिद्धा एव, क्षम्यतां, कारणता एव तु न सिद्धा. इदानीं पर्यन्तं वयं तु कारणता किम् इति न ज्ञातवन्तः. क्षम्यतां भगिनि, कारणता किम् इति न ज्ञातवन्तः इति नास्ति खलु वस्तुतः? प्रागभावस्य कारणता किल प्रागभावस्य कारणता न साधितवन्तः, साधितवन्तः. घटनिर्मित्सुः कुलालः तत् कारणानि दण्डः चक्रं कपालः जलं रज्जुः इमानि उपादत्ते. अत्र उदाहरणं दत्तमस्ति, यदा घटस्य निर्माणं भवति तत्र कुलालः घटस्य निर्माणकारणानि इति दण्डः चक्रं कपालः जलं रज्जुः एतत् सर्वं उपादत्ते इत्युक्ते कारणम् इति कार्याधिकरणे एतत् सर्वं भवेत् इति. न, उपादत्ते इत्युक्ते स्वीकरोति इति. स्वीकरोति इति नहि सः क्षम्यतां, तत्र निर्मित्सुः इत्युक्ते किं? घटं निर्मित्सुः इति निर्मातुम् इच्छुः इति वा? निर्मातुम् एव इत्युक्ते घटनिर्माणं कर्तुम् इच्छति यः कुलालः सः घटकारणानि सर्वाणि आनयति. नहि सः प्रागवा अभाव उपाधानो दृष्टः. नहि सः कुलालः प्रागभाव उपादानो दृष्टः इत्युक्ते उपाददानो न दृष्टः इत्युक्ते सः प्रागभावः इति तद् अभावः न दृष्टः. यदा सः जलं कपालः रज्जुः एतत् सर्वम् उपादत्ते प्रागभावः इति तस्य अभावस्य ग्रहणं सः न कृतवान् इति किल? इत्युक्ते उपादत्ते इत्युक्ते किम् इत्युक्ते घटनिर्माणं यदा सः करोति एतत् सर्वं यत् सामग्र्यः आवश्यकः घटनिर्माणं निर्माणस्य कृते आवश्यकाः ते सर्वे सः आनयति खलु, तान् सर्वान् सः आनयति. परन्तु प्रागभावः इति सः न आनयति. उपाददानः इत्युक्ते उपादत्ते इति आत्मनेपदीरूपं दादातोः उप इति उप योगः आ इति उपसर्गपूर्वक तत्र उपाददानो इति दानः इति शानचन्द्ररूपम्. सः तादृशकुलालः यः प्रागभावः आनयति तादृशकुलालः कोऽपि न दृष्टः. सः इत्युक्ते कुलालः एव, सः न दृष्टः. कः न दृष्टः? अस्माभिः न दृष्टः, केनापि न दृष्टः, वयं न दृष्टवन्तः. तादृशकुलालः यः प्रागभावम् इति उपादत्ते. चेतनेन कार्याय खलु यत् आधीयते तत् कारणं न अन्यत्. चेतनेन इत्युक्ते कुलालेन कार्याय खलु यत् आधीयते तत् कारणम् अन्यत्. एतत् सः किमपि कारणरूपेण यदा चक्रं दण्डम् इति आधीयते तदेव कारणं भवति कार्याय इत्युक्ते घटनिर्माय निर्माणाय न अन्यत् कारणं न भवति इति कारणात्. एकक्षणम्, अत्र कारणरूपेण इति नास्ति, इत्युक्ते चेतनेन कार्याय खलु यत् आधीयते तत् कारणम् इत्युक्ते चेतनः कुलालः यद् आनयति यत् स्वीकरोति. इदानीं वयम् उक्तवन्तः खलु दण्डः, चक्रं, कपालः, जलं, रज्जुः इति सः स्वीकरोति. तादृशं यद् सः स्वीकरोति, यत् आनयति घटनिर्माणं निर्माणस्य कृते, तदेव कारणम् इति भवति. यदा इत्युक्ते किमर्थं कारणं भवति, यतोहि तत्सर्वं कुलालः स्वीकृत्य आनयति. कारणरूपेण सः आनयति इति न, सः आनयति इति कृत्वा तत् कारणं भवति. इत्येव प्रागभवः न आनयति, अतः तत् कारणं न इति. हा, सत्यं सत्यं, तदर्थमेव. इत्युक्ते तदेव इदानीं पूर्वपक्षिणः मतं खलु, तेषां कथनं यत् अस्ति, सः आनयति, यत् सः आनयति तदेव कारणं भवति इति. तदेव अग्रे गतम् अस्ति. न अन्यत् इत्युक्ते यत् सः न आनयति तत्तु कारणं न भवति इति. इदानीं प्रागभावः तु कोऽपि न दृष्टवन्तः प्रागभावस्य उपादानम् इति कृत्वा प्रागभावः कारणं न भवितुम् अर्हति इति तत्र तेषां चिन्तनम् इति चेत् भगिनि तत्र दिक्कालः ईश्वरेच्छा कृति अग्रे आगच्छति महोदय. दण्डचक्राद्रि दण्डचक्रादि कर्त्रा यत् आनीतं तत् कथञ्चित् सम्बन्धं प्रकल्प्य स्थितिम् आवहत् भवति कारणं. तदेव भवती उक्तम् इदानीं दण्डचक्रादि यद् कर्त्रा इत्युक्ते कुलालः यत् आनीतं तत् कथं तत् इत्युक्ते दण्डचक्रादि कथञ्चित् सम्बन्धं प्रकल्प्य किमपि सम्बन्धं प्रकल्प्य स्थितिम् आवहति भवति कारणं. स्थितिम् इत्युक्ते कार्याधिकरणे तस्य आवहनं भवति, तस्य स्थापनं भवति कारणम् इति. तत्र आवहत् इति कीदृशं पदम्? आवहत् आवहत् वह् धातुः आवहत् भवति. लङ् नास्ति इति जानामि. आवहत् इति कस्यापि विशेषणं किल? आ उपसर्गपूर्वक वह् धातुः. अन्य कोऽपि वस्य शत्रन्तरूपं किल? कस्य विशेषणं भगिनि? दण्डचक्रादि इति नपुंसकं यदस्ति, यद् आनीतं तद् सम्बन्धं प्रकल्प्य स्थितिम् आवहत् भवति कारणं. तर्हि कारणम् इत्यस्य सत्यं कारणम् आवहत् भवति इति. तर्हि कारणम् आवहत् भवति इति, इत्युक्ते कारणम् इत्यस्य तत्र वस्तुतः महोदयेन उक्तं तत्र उद्देशविधेयभावः, न तु विशेषणविशेषभावः इति. तर्हि तत्र दण्डचक्रादि यत् इदानीं कुलालेन आनीतं तत् कथञ्चित् सम्बन्धं प्रकल्प्य इत्युक्ते येन केनापि मार्गेण तस्य सम्बन्धं कार्याधिकरणे कल्पयित्वा वयं तत्र कारणम् इति कारणमिति वदामः खलु. तदेव इत्युक्ते तत्र इत्युक्ते अन्ततो गत्वा यद् कुलालः यं किमपि आनयति चेत् तदेव भवति कारणम्, अन्यत् न कारणं भवति इति एव इदानीं पूर्वपक्षिणः वादम्. किन्तु भगिनी तत्र शत्रन्तम् इति स्वीकुर्मश्चेत् तत्र पूर्वकालिक क्रिया अपि च समानकर्त्रा इति एतत् सर्वं भवेत् किल, पठन् गच्छति रामः पठन् गच्छति, पिबन् खादति इति वदामश्चेत् तादृशसन्दर्भे पीत्वा अनन्तरं सः खादति इति वदनार्थं पिबन् खादति इति वदामः, अत्र तत् कथं सङ्गच्छते? न न, अनन्तरम् इति नास्ति खलु, तत्र सः यदा क्रियाद्वयं समानकाले भवति तदा इत्युक्ते तद् इदानीम् आवहति, कारणम् आवहति इत्युक्ते कारणं निर्वहति इति एव. अत्र कर्ता कः? तत् इति दण्डचक्रादि इति इदानीं कारणं भवति इति, कारणम् इति पदं प्राप्य तिष्ठति इति. अस्तु, चिन्तयामि. अस्तु महोदय, तर्हि अग्रे सरेम. अग्रे सन्ध्या भगिनी पठति वा? क्षम्यतां भगिनि, प्रश्नः अस्ति, दण्डचक्रादि कर्त्रा तत्र कर्त्रा किमर्थं तत्र कर्त्रा इत्युक्ते कर्ता खलु, अत्र पदं किमस्ति सम्यक् न अवगतम्. तत्र तृतीया विभक्ति इति चिन्तयामि खलु, कर्त्रा इति कर्तृ इत्यस्य. ओ कर्तृ इत्यस्य, अस्तु अस्तु भगिनि. आनीतम् इति इक्तप्रत्ययः, इक्तप्रत्ययपदम् इति कृत्वा तत्र तृतीया भवेत्, कर्त्रा यत् आनीतं. सत्यं, तत्र स्थितिम् आवहत् इति, तत्र स्थितिः इत्युक्ते तत्र उपस्थितिः इत्येव किल? हा सत्यं, कारणम् इति स्थितिम् आवहत् इति खलु, कारणम् उपस्थितिम् आवहत् भवति इत्युक्ते उपस्थितेः वाहनं करोति इति, इत्युक्ते तस्मिन् उपस्थितिः अस्ति इति तादृशर्थे. अस्तु अवगच्छामि, स्थितिः इत्युक्ते उपस्थितिः इत्येव तत्र अर्थः. सत्यं, तथापि वक्तुं शक्नुमः. सत्यं, कुतः एतद् उपादानम् आवश्यकम् उच्यते, अन्यथा दण्डत्वं दण्डरूपं वा दण्डे समवायेन विद्यमानं कपालेपि स्वसमवायिसंयुक्तत्वसम्बन्धेन स्थितिमिति स्थितम् इति तदपि च भवेत् घटकारणम्, आकाशं च विभुत्वा सर्वमूर्तसंयुक्तमिति निरूपितम्, मूर्तं च क्रियाशालित्वात् कपालमिति तस्मिन् संयोगः आकाशस्य अव्याहत एव, अतः संयोगेन आकाशस्यापि कपाले सत्त्वात् भवेत् आकाशमपि घटकारणम्. तर्हि पूर्वस्मिन् परिच्छेदे यद्यद् कुलालः आनयति तत्सर्वं कारणम् इति उक्तं, तत्र किमर्थमित्युक्ते प्रागभावं न आनयति, तर्हि कथं कारणं प्रागभावस्य इति. तर्हि इदानीं प्रश्नः अस्ति, किमर्थं तत्र उपादानं वा आनयनं तत्र आवश्यकम् अस्ति इति. तर्हि यदि यद्यद् आनयति तद् एव तत्र कारणम् इति न वदामश्चेत्, तत्र दण्डः यः कारणम् इति अस्ति, तस्मिन् यद् दण्डत्वम् अपि च दण्डरूपं वा इति यत्किम तत्र जातिः वा गुणः यद् समवायेन अस्ति दण्डे, तदपि कपाले अपि आगच्छति केन सम्बन्धेन इत्युक्ते स्वसमवायिसंयुक्तत्वसम्बन्धेन, अतः तेन सम्बन्धेन कपाले अस्ति इति कृत्वा तदपि कारणं भवति, इत्युक्ते दण्डः तु कारणं, परन्तु दण्डस्य दण्डत्वं वा दण्डरूपम् इति कारणम् एतावत्पर्यन्तं न स्वीकृतं. यदि आनयनम् इति वयं तस्य विषये यदि महत्त्वं न दद्मः, तर्हि दण्डत्वं वा दण्डरूपं वा यत् साक्षात् न आनीयते परन्तु दण्डे विद्यमानम् अस्ति तस्यापि कारणत्वम् आगच्छति घटं प्रति इति. अत्र किञ्चित् स्वसमवायी संयुक्तत्वसम्बन्धः इति कथं भवति इति वदति वा भगिनि? तत्र स्वम् इति तत्र दण्डत्वम् इति अस्ति, अपि च तत्र स्वसमवायी अस्ति दण्डः, यतोहि दण्डत्वं दण्डे समवायसम्बन्धेन, तर्हि स्वं दण्डत्वं स्वसमवायी दण्डः, दण्डः अपि च कपालः द्वयोः संयोगः अस्ति इति कृत्वा दण्डः कपाले संयोगसम्बन्धेन अस्ति, तर्हि स्वसमवायी संयुक्तत्वसम्बन्धेन दण्डत्वं वा दण्डरूपं वा कपाले वर्तते इति. हा इति. अपि च महोदयेन एतदपि उक्तं यत् वस्तुतः दण्डः कपाले तु संयोगसम्बन्धेन नास्ति खलु. पूर्वं वयं दृष्टवन्तः यदा दण्डः कपाले संयोगसम्बन्धेन अस्ति चेत् कपालस्य एव नाशः भवेत् इति. अत्र तु स्वजन्यभ्रमिजन्यभ्रमिमत्तासम्बन्धेन दण्डः अस्ति कपाले इति वयं पूर्वं दृष्टवन्तः. तर्हि वस्तुतः तत्र सम्बन्धः तु तादृशसम्बन्धः नास्ति, परन्तु यत्किमपि भवतु येन केनापि सम्बन्धेनापि दण्डत्वं तत्र कपाले इत्युक्ते कार्याधिकरणे अस्ति इति वयं वदामः चेदपि, परन्तु कारण इत्युक्ते क्षम्यतां कुलालः तत् न आनयति, इत्युक्ते दण्डत्वम् अथवा दण्डरूपम् इति कुलालः न आनयति इति कृत्वा तत् कारणं न भवति इति एव परिवसितम् अत्र इति. इत्युक्ते अत्र स्वसमवायी संयुक्तत्वसम्बन्धेन दण्डत्वं कपाले अस्ति इति वदनेन तत्र दण्डः संयोगसम्बन्धेन कपाले अस्ति इति आगच्छति इति किल तत्र आपत्तिः. सत्यं सत्यं, परन्तु तथा नास्ति, वयं भिन्न तत्र सम्बन्धं दृष्टवन्तः, तद् अत्र न लिखितम् इत्येव. तद् अत्र न लिखितम्. अस्तु अस्तु. आकाशं च विभुत्वा स्वमूर्तसंयुक्तम् इति, क्षम्यतां, सर्वमूर्तसंयुक्तम् इति निरूपितम् अस्ति. तर्हि एतद् वाक्यं तु तत्र यथा वयं पूर्वं दृष्टवन्तः, आकाशः वा आकाशमिति विभुद्रव्यं, तर्हि सर्वमूर्तद्रव्यैः सह तस्य संयोगः अस्ति इति. मूर्तं च क्रियाशालित्वात् कपालम् इति तस्मिन् संयोगः आकाशस्य अव्याहत एव. तर्हि कपालः इति अस्ति, तत्र क्रिया अस्ति कपाले, अतः मूर्तद्रव्यम् अस्ति, अतः तस्य संयोगः अस्ति आकाशेन सह इति तत्र कोऽपि निर्बन्धः नास्ति. अतः यथा दण्डः अस्ति तथैव संयोगसम्बन्धेन आकाशः कपाले अस्ति इति कृत्वा आकाशः अपि घटकारणं भवेत् इति यदि वयं. परन्तु भगिनी क्षम्यतां, दण्ड इदानीमेव उक्तवन्तः खलु, दण्डः वस्तुतः संयोगसम्बन्धेन नास्ति कपाले. सत्यं सत्यं, परन्तु यत् पदमत्र उक्तमस्ति तद् यदि स्वीकुर्मः तर्हि यथा तत्र दण्डत्वं कपालः इत्यनयोः सम्बन्धः आगतः, तादृशमेव आकाशः अपि कपाले तत्र संयोगसम्बन्धेन अस्ति इति कृत्वा आकाशस्यापि कारणत्वम् आगच्छति कपालं प्रति, यद् इष्टं नास्ति. सत्यं. हा सम्यक्. तत्र अव्याहत इत्युक्ते तत्र वि आ इति उपसर्गपूर्वकः हन् धातुः तान्तरूपं, यथा भगिनी उक्तवती तत्र तत्र तत्र न अपगच्छति अथवा प्रतिबन्धः नास्ति अत्र इति अर्थः भवति, यतोहि तत्र अकारः अस्ति पूर्वं ञैतत्पुरुषसमासः इति कृत्वा, इत्युक्ते व्याहत इत्युक्ते प्रतिबन्धः इति, अव्याहत इत्युक्ते प्रतिबन्धः नास्ति इति भवति. अव्याहतः इति किल वस्तुतः अव्याहतः, सत्यम्. अत्र भगिनी दण्डत्वम् अपि च दण्डरूपं, दण्डत्वं विना दण्डः यत्किमपि न भवति, अपि च चक्रस्य भ्रमणार्थं यस्मिन् दण्डत्वम् अस्ति तत् आनेतुं शक्यते. सत्यं, परन्तु दण्डत्वम् इति न आनयति खलु, दण्डः एव आनयति. दण्डः अन्य कोऽपि कृते अहं वदामि चेत् दण्डः आनयतु इति, दण्डत्वं दृष्ट्वा एव सः आनयति किल. सत्यं, परन्तु दण्डः दण्डत्वम् इति कारणत्वेन न आनयति, दण्डः एव आनयति इति एव अत्र भेदः. तत्र किञ्चित् सूक्ष्मभेदः एव, इत्युक्ते तस्मिन् दण्डे विद्यमानं कश्चन जातिः वा अथवा गुणः वा, यद्यपि दण्डः सः आनयति, तस्मिन् विद्यमानः धर्मः अथवा गुणः इति तद् न आनयति वस्तुतः. गुणविषये अहम् अङ्गीकरोमि, किमर्थम् इत्युक्ते तत्र पीतदण्डः वा नीलदण्डः वा भवतु, यत्किमपि रूपं भवतु दण्डस्य, तत्र वैशिष्ट्यं नास्ति. किन्तु दण्डम् आनय इति वदामश्चेत् तत्र दण्डत्वं दृष्ट्वा एव दण्डः इति ज्ञातुं शक्यते किल. अपि च यत्किमपि दण्डः आनीत्वा तत्र चक्रभ्रमणं कर्तुं शक्यते इति कृत्वा दण्डत्वस्य आवश्यकता अस्ति इति मम चिन्तनं. न, दण्डत्वस्य आवश्यकता अस्ति दण्डस्य ज्ञानार्थं, ज्ञानार्थम् इत्युक्ते दण्डः कः इति यदा तस्य ज्ञानम् अपेक्षितं तदा आवश्यकम्. परन्तु यदा तद् अभवत्, दण्डः इति वयं निर्णयं कृतवन्तः, तदा यः यदा सः दण्डः आनयति तदा दण्डत्वं न आनयति, केवलं दण्डः एव आनयति इति एव तत्र किञ्चित् भेदः. अपि च एतस्मिन् प्रसङ्गे किञ्चित् चर्चा अपि जाता महोदय, शनिवासरकक्षायामपि, तदपि शृणोतु. तत्र द्रोणमहोदय अपि च स्वरूपमहोदय किञ्चित् उक्तवन्तौ तस्मिन् विषये. इतोपि भगिनि, मूर्तं च क्रियाशालित्वा तत् पुनः किञ्चित् वदति वा? तत्र क्रियाशालित्वम् इति किम् अस्ति? सन्ध्या भगिनि, किं भगिनि क्रियाशाली इत्युक्ते कः अर्थः इति वा? आम्, अस्मिन् प्रसङ्गे. अस्मिन् प्रसङ्गे इत्युक्ते क्रियाशाली इत्युक्ते यस्मिन् क्रिया अस्ति सः क्रियाशाली इति, यथा क्रियावान् गुणशाली गुणवान् इति तादृश अर्थः. अत्र कपालं चक्रभ्रमणात् अत्र कपालं कपालः मूर्तद्रव्यं भवति इति, तस्मिन् क्रिया तस्मिन् क्रिया अस्ति इति, क्रिया अस्ति इति कृत्वा मूर्तद्रव्यम् अस्ति इति. अस्तु, हा, इत्युक्ते चक्रभ्रमणस्य वार्ता अत्र नास्ति भगिनि. वस्तुतः यः यद् मूर्तद्रव्यमस्ति तस्मिन् क्रिया भवति, इत्युक्ते सर्वदा क्रिया भवति इति न, परन्तु क्रिया क्रियासामर्थ्यं तस्मिन् अस्ति इति कृत्वा क्रियाशाली. चक्रभ्रमणस्य विषयः नास्ति, चक्रभ्रमणस्य विषयः नास्ति, केवलं यद्यद् मूर्तद्रव्यमस्ति तत् तस्मिन् क्रियासामर्थ्यम् अस्ति इति कृत्वा क्रियाशाली इति मूर्तद्रव्यं. तर्हि क्रियाशालित्वात् तर्हि तस्मिन् क्रिया अस्ति इति कृत्वा संयोगः तस्य भवति खलु, यतोहि संयोगस्य कारणमस्ति क्रिया. तर्हि संयोगः भवति आकाशस्य, यद्यपि आकाशः इति विभुद्रव्यं तस्मिन् क्रिया नास्ति चेदपि मूर्तद्रव्ये क्रिया भवति इति कृत्वा तत्र संयोगः भवति, तर्हि आकाशस्य आकाशेन सह संयोगः भवति इति कृत्वा आकाशः कपाले संयोगसम्बन्धेन तिष्ठति. परन्तु तथा आकाशः कपाले संयोगसम्बन्धेन तिष्ठति चेदपि आकाशः घटस्य कारणं न भवति इति. मूर्तद्रव्यस्य लक्षणमेव तत् किल, यस्मिन् क्रिया जायते तद् मूर्तम् इति. भगिनि अव्याहता इति वक्तुं कथं, ऐ मीन् अर्थं किम् आयाति? हा, इदानीमेव उक्तवती खलु अव्याहत इत्युक्ते तत्र ञै तत्पुरुषसमासः, तर्हि इत्यनेन तत्र न इति अर्थः आगच्छति. व्याहत इति वि योगः आयोगः हन् व्याहतः इति तान्तप्रत्ययः अर्थः अस्ति. व्याहतः इत्युक्ते प्रतिबन्धः इति एव, अव्याहतः इत्युक्ते प्रतिबन्धः नास्ति इति, इत्युक्ते न अपगच्छति इति. प्रतिबन्धकः नास्ति, अस्तु, प्रतिबन्धः नास्ति, प्रतिबन्धः नास्ति, अस्तु. अग्रे लक्ष्मी भगिनी पठति वा? आं भगिनि. अनिष्टं च प्रामाणिकानां घटं प्रति दण्डत्वस्य दण्डरूपस्य आकाशस्य वा कारणत्वम् इति च इष्टापत्तया सम्भवति परिहारः. अतः न कार्याधिकरणे सत्तामात्रं विद्यमानत्वम् एव कारणतां ज्ञापयति. किं तर्हि चेतनकर्तुं कर्तुकम् उपादानमेव. सिद्धे च तथाविधो उपादाने सम्बन्धमपि कार्यकारणयोः समानाधिकरण्यनिर्वाहाय कल्पयामः. निरूपितं चादानं चेतनेन कुलालेन चक्रादीनाम् इति लोकसिद्धा तेषां कारणता. नेदृशम् आधानं प्रागभावस्य सम्भवति इति दु उपपादातस्य घटकारणता अपि. अस्तु, अनिष्टं च प्रामाणिकानां घटं प्रति दण्डत्वस्य दण्डरूपस्य आकाशस्य वा. अस्तु, प्रामाणिकानाम् अत्र प्रामाणिकानाम् इत्युक्ते प्रायः घटम् उत्पत्ति सामग्री यत् अस्ति, दण्डः इति अहं दण्डः कपालः चक्रम् इत्यादि. किन्तु दण्डत्वं दण्डरूपम् आकाशः वा तादृश क्षम्यतां, प्रामाणिकानाम् इत्युक्ते नैयायिकानाम् इति. ओ अस्तु, नैयायिका प्रामाणिकः इत्युक्ते हा नैयायिकः. ओ क्षम्यताम्, अहं चिन्तितवती. अस्तु, अरिष्टस्य प्रामाणिकानां घटं प्रति, अस्तु, नैयायिकानां दण्डत्वं दण्डरूपम् आकाशः तादृशकारणानि तेषां कृते नैयायिकः न इच्छन्ति तादृशकारणानि, दण्डत्वं दण्डरूपम् इत्यादि आकाशः इत्यादि न इष्ट आपत्तया न इष्टापत्त्या सम्भवति परिहारः. अस्तु, अत्र इष्ट आपत्त्या सम्भवति परिहारः. अत्र वस्तुतः महोदयेन उक्तं, तत्र मध्ये किञ्चित् जम्प् इव अभवत् इति. इत्युक्ते तत्र वस्तुतः कश्चन वदति चेत्, तर्हि यदा पूर्वस्मिन् परिच्छेदे उक्तं खलु तत्र दण्डत्वं दण्डरूपम् आकाशः इति, तस्य यद्यपि तत्सर्वं कार्याधिकरणे अस्ति परन्तु तत् कारणं न भवति इति. तर्हि कोऽपि आगत्य वदति चेत् इदानीं तत्र इयम् आपत्तिः मम इष्टा अस्ति, इत्युक्ते अहम् अङ्गीकरोमि एतत् सर्वं इष्टमेव, इत्युक्ते दण्डत्वं, दण्डरूपम्, आकाशम् इति सर्वं कारणत्वेन अहम् अङ्गीकरोमि इति कश्चन वदति चेदपि तत्र तादृश इष्टापत्तिः अस्ति इति कृत्वा परिहारः न भवति, इत्युक्ते तेन कारणत्वम् इति न आगच्छति तस्मिन्. आम् अस्तु अस्तु अवगतम् अस्तु भगिनि. तदर्थमेव द्वितीयवाक्यं इदानीं द्वितीयवाक्यं पठतु भगिनि. अस्तु. अतः न कार्याधिकरणे सत्तामात्रं विद्यमानत्वम् एव कारणतां ज्ञापयति. अतः कार्याधिकरणे सत्तामात्रं विद्यमानत्वेन कारणतां ज्ञापयति. यदि कार्याधिकरणे ये इत्युक्ते कार्याधिकरणे कपालः, अनन्तरं चक्रं, दण्डः इति सत्तामात्रम् इत्युक्ते अहं चिन्तयामि चक्रं कपाल चक्रं कपालः जलं दण्डुः रज्जुः दण्डः इत्यादि ये सत्तामात्रेण सन्ति, प्रत्यक्षेण तत्र सन्ति, ते एव कारणतां ज्ञापयन्ति. किं न एकक्षणं, तत्र कार्याधिकरणम् इत्युक्ते किं? प्रथमं कार्याधिकरणे कपालः प्रथमं कार्याधिकरणे, अनन्तरम् अन्यकारणानि तत्र निमित्तकारणानि यतन कार्याधिकरणे अस्ति. हा, कार्याधिकरणम् इति कपालः, कार्याधिकरणे विद्यमानः कार यत् सर्वं इत्युक्ते सत्तामात्रम् इत्युक्ते विद्यमानत्वम् एव कारणतां न ज्ञापयति खलु, न इति अस्ति पूर्वम्. आं न अस्ति. तर्हि कार्याधिकरणे अस्ति चेत् एव कारणमिति न भवति, इत्युक्ते आकाशः अपि इदानीं कार्याधिकरणे अस्ति, परन्तु आकाशः इति कारणं न भवति खलु. तद्वत् दण्डत्वमपि वयं कार्याधिकरणे अस्ति इति उक्तवन्तः तत्र परम्परासम्बन्धेन कार्याधिकरणे अस्ति इति, परन्तु दण्डत्वम् अथवा दण्डरूपम् इति परम्परासम्बन्धेन कार्याधिकरणे कपाले अस्ति चेदपि तत् कारणमिति न भवति. तर्हि केवलं कार्याधिकरणे विद्यमानः अस्ति इति कृत्वा तत् कारणम् इति न भवति. अस्तु अस्तु अस्तु. किं तर्हि चेतनकर्तृत्वम् उपादानमेव, चेतनकर्तृकः इत्युक्ते तत्र कुलालः खलु, चेतनकर्ता इत्युक्ते कुलालः खलु, चेतनकर्तृकम् इत्युक्ते तत्र उपादानस्य विशेषणं, चेतनकर्तुः उपादानम् इति एव, इत्युक्ते किं तर्हि इत्युक्ते अपि तु चेतनकर्तुः यः अस्ति तस्य उपादानम् इत्युक्ते तस्य आनयनं, सः यद् आनयति तदेव कारणं भवति, न तु कार्याधिकरणे विद्यमानत्वम् इति. ओ अस्तु अस्तु. सो वाक्यं वदति यत् कुलालः यत् आनयति, कुलालः ये सामग्री आनयति ते एव कारणतां ज्ञापयति, न तु ये कार्याधिकरणे विद्यमानं सन्ति, यथा उदाहरणत्वेन दण्डत्वं, दण्डरूपम्, आकाशः इत्यादि. सत्यम्, इत्युक्ते यः कुलालः आनयति तदेव कारणं, न तु अन्यत् इति. किन्तु भगिनी तत्र अन्योन्याश्रयः वर्तते इति भाति, किमर्थमित्युक्ते चेतनः किमर्थं तेषाम् आनयनं करोति, कारणम् इति कृत्वा एव किल. कारणम् इति कृत्वा सः आनयति, इदानीं सः आनयति इति कृत्वा तत् कारणम्. एतत् सर्वं वस्तुतः पूर्वपक्षिणः वादं तर्हि इति किञ्चित् सत्यं, परन्तु सः यत् इत्युक्ते सः आनयति इति कृत्वा कारणं भवति खलु, इत्युक्ते यत् कारणं नास्ति तत् सः न आनयति. आम् किन्तु सः किमर्थं यत् यत् यस्य कस्यापि आनयनं करोति इति चेत् कारणम् इति कृत्वा एव. हा हा सत्यं, परन्तु अत्र कारणस्य लक्षणम् इति नास्ति. अत्र अत्र सः वदति यत् सः आनयति तस्मिन् एव कारणता अस्ति. यत्किमपि कार्यादिकरणे भवति तत् तत्र सर्वत्र कार्य कारणता अस्ति इति नास्ति इति एव, इति तत्र पृथक्करणार्थमेव. इत्युक्ते सः कारणस्य लक्षणम् इदानीं न वदति. अस्तु, यद्यत् कार्याधिकरणे अस्ति तस्य कारणत्वं नास्ति, पृथक्करणार्थं यद् आनयति तस्य एव तस्मिन्नेव कारणत्वम् अस्ति इति वदति अत्र. सत्यं सत्यं, यतोहि तदपि कारणात् कार्याधिकरणे अस्ति, अन्यत् अपि कार्याधिकरणे अस्ति इति कृत्वा यद्यत् सः आनयति साक्षात् तदेव कारणम्, अन्यत् न इति. अस्तु, पश्यामः अग्रे कथं चर्चा चलति. हा महोदय, भवानेव अग्रे पठतु. तत्र कियत्पर्यन्तं सिद्धे च, हा सिद्धे च तथाविधोपादाने सम्बन्धमपि कार्यकारणयोः समानाधिकरण्यनिर्वाहाय कल्पयामः. सामानाधिकरण्यनिर्वाहाय कल्पयामः. सिद्धे च तथाविध उपादाने इति इदानीं यस्मिन् उपादानं चेतन कर्तुः उपादानमस्ति तत् कारणम् इति स्वीकृत्य तस्मिन् उपादाने सिद्धे च तथाविध उपादाने, हा तत्र उपादानत्वं यस्मिन् अस्ति इति सिद्धे सति तत्र सम्बन्धमपि कल्पयितुं शक्यते. कार्यकारणयोः मध्ये कीदृशसम्बन्धः अस्ति सामानाधिकरण्यनिर्वाहाय अस्माभिः कल्पयितुं शक्यते इति तु इति चेत् प्रथमं तु उपादानत्वं भवेत्. चेतनकर्तुः उपादानत्वं यस्य कस्यचित् भवेत्. यदा भवति तदनन्तरं कार्यकारणयोः मध्ये सम्बन्धम् अस्माभिः कल्पयितुं शक्यते इति अस्ति किल अत्र. निरूपितं च आदानं चेतनेन कुलालेन चक्रादीनाम् इति लोकसिद्धा तेषां कारणता. आम्, इदानीं चक्रदण्डादयः कुलालेन कार्याधिकरणे उपादत्ते इति कृत्वा तेषु कारणता अस्ति इति लोकसिद्धा इति लोकसिद्धा अस्ति. नेदृशम् आदानं प्रागभावस्य सम्भवति इति दुरुपपादा तस्य घटकारणतापि. इदानीं प्रकृतविषयं किम् इत्युक्ते प्रागभावस्य साधारणकारणत्वम् अस्ति वा न वा इति वयं चिन्तयन् स्मः. किन्तु तादृश आदानत्वं चेतनकर्तुः आदानत्वं प्रागभावे नास्ति इति इदानीमपि प्रागभावस्य घटकारणत्वं प्रति न साधितम् अस्माभिः. इत्युक्ते न, हा इत्युक्ते तत्र प्रागभावस्य तादृश स्वीकरणं नास्ति, स्वीकार्यं नास्ति इति कृत्वा चेतनः प्रागभावं स्वीकृत्य तत्र उपादत्ते इति नास्ति इति कृत्वा प्राग् अभावे घटकारणत्वम् इदानीमपि न आनीतम्. इति हा इति तत्र दुष्करमस्ति तस्य उपादान इदानीमपि न साधितम् इति अस्ति सत्यम् उपादानत्वं स्वीकृत्य सरला भगिनी अत्र किमपि प्रश्नः अस्ति वा कश्चन एषः एषः भागः भवती उक्तवती खलु तत्र अन्तिमद्वयं सो प्रागभावस्य कारणं नास्ति तस्य दुष्करं भवति प्रागभावकारण सिद्धमस्ति इति संक्षिप्तमस्ति यथा दण्डस्वां दण्डरूप आकाश इति यदि स्वीकुर्मः कार्याधिकरणे तद्वत् प्राग्भाव न स्वीकर्तुं शक्नुमः इति एकक्षणं क्षम्यतां भगिनि यत् स्वीकुर्मः पुनः एकवारं वदतु तत् अन्तिमवाक्य दण्डत्वं दण्डत्वं दूर दण्डरूपं आकाश संयोग यथा कार्याधिकरणे आनीय वयं स्वीकुर्मः कारणं कारणता तस्य सम्बन्धमपि तद्वत् प्राग्भावकारणं वा तस्य सम्बन्ध वयं न वस्तुतः किञ्चित् विपरीतं खलु यतोहि दण्डत्वं दण्डरूपम् आकाशस्य अपि कारणता नास्ति इत्येव वयम् उक्तवन्तः यद्यपि दण्डत्वं दण्डरूपम् आकाशः इति कार्याधिकरणे अस्ति केनचित् सम्बन्धेन तथापि तस्य उपादानम् इत्युक्ते कुलालः स्वयं तत् न स्वीकरोति इति कृत्वा तस्य कारणता नास्ति तद्वत् प्रागभावः अपि सः न स्वीकरोति इति कृत्वा तस्यापि कारणता नास्ति इति अस्तु भवती एव अग्रे पठति वा सत्यं प्राग्भावस्य एतत् आवश्यकं यत् जनकत्वनिर्वाहाय आनीयन्ते तावता आनयनयोग्यानां कारणता न व्याहयति दशितरीत्या सिद्धकारणभावयोः अधिकादयोः विभुत्वमपि सिद्धमेव न हि तयोः क्रिया सम्भवति ज्ञानसमवायिकारणस्य आत्मनः विभुत्वा क्रियोत्पादसम्भवस्फुट एव गुरुत्वादिगुणानां पतनादिकारणता निरूपत एव क्रियायाः अपि विभागं प्रति उत्तरदेशसंयोगं प्रति च कारणता निरूपिता न हि गुणक्रिययोः अमूर्तयोः आदानं सम्भवति अतः मूर्तानामेव कार्याधिकरणे आदानं कारणतां ग्राहयेत् अनादानं वा प्रतिषिध्येत् न च प्रकृतः प्राग्भावमूर्तरूपः इति तत् कारणत्वनिरूपणाय आदान अनादानयोः चिन्ता निष्फला एव अहं न विवरणं शक्नोमि भगिनि अस्तु किञ्चित् कण्ठशः पश्येम भगिनी वाक्यं पठित्वा वदतु नो चेत् सत्यं न सम्भवति प्राग्भावस्य आदानं अत्र प्राग्भावस्य कारणतः न स्वीकुर्मः तथा न सम्भवति प्राग्भावस्य आदानम् इत्युक्ते केवलं प्राग्भावस्य आनयनं न भवति न सम्भवति खलु यतोहि अभावपदार्थः इति कृत्वा तत् स्वीकृत्य कुलालः तद् आनेतुं न शक्नोति अस्तु न सम्भवति प्राग्भावस्य आदानमिति आदानमित्युक्ते स्वीकार्यं तर्हि तस्य न स्वीकर्तुं शक्नोति. भूतानां हि एतत् आवश्यकं यत् जनकत्वनिर्वाहय आनीयन्ते. यदि मूर्तद्रव्यस्य कारणम् अस्ति तत् कारणानि वयं आनीयामः यथा कपाल घटस्य निर्माण कपालकार्याधिकरणम् अस्ति जलं रजु चक्रम् इति कारणानि आनीयानि आवश्यकं भवति. इत्युक्ते ये मूर्त यानि मूर्तद्रव्याणि सन्ति तत्र एव यद् यः नियमः अत्र अस्ति इत्युक्ते आनयनम् इति नियमः तद् मूर्तानां कृते एव प्रचलति. इत्युक्ते मूर्तानाम् एव तादृशम् आनयनं कर्तुं शक्नुमः. जनकत्वम् इत्युक्ते कारणता इति वदनार्थं मूर्तानां द्रव्याणाम् एव तादृशनियमः वक्तुं शक्नुमः आनयनम् इति नियमः. अस्तु. तावता आनयनायोग्यानां कारणता न व्याहन्यते. यथा मूर्तद्रव्य प्रति कारणं वयम् आनीयामः तावत् कारणं तस्य वयं न नाशितुं शक्नुमः. हा, इत्युक्ते तावता इत्युक्ते एवं तथा वदामः चेत् आनयन अयोग्यानां कारणता न व्याहन्यते. इत्युक्ते आनयन अयोग्यानाम् इत्युक्ते यद् मूर्तद्रव्यं नास्ति तत्सर्वम् आनयन अयोग्यमस्ति खलु, यतोहि तस्मिन् क्रिया नास्ति इति कृत्वा तर्हि तेषां कारणता न अपगच्छति तथा वदामः चेत्. कथं वदामः चेत् केवलं मूर्तद्रव्यस्य एव आनयनम् इति नियमः भवतु, अन्यस्य कृते तथा नास्ति इति वदामः इति अस्ति चेत् तर्हि यत् आनयन अयोग्यमस्ति तेषां कारणत्वं न अपगच्छति. यथा अग्रिमवाक्यमस्ति, पठतु. क्षम्यताम्, एकनिमिषं भगिनि. व्याहन्यते तत्र पुनः हन्धातु वि उपसर्ग उपसर्ग किल उपसर्ग, सत्यम्, अपगच्छति इति अथवा प्रतिबन्धः भवति इति. अस्तु, धन्यवादः भगिनि. अनयन अयोग्यानाम् इति आनयनयोग्यानाम् इत्युक्ते यस्य आनयनं न भवति भवितुम् अर्हति एव. यथा मूर्तद्रव्यम् अस्ति चेत् इत्युक्ते कपालः अस्ति चेत् तस्य आनयनं भवति खलु, परन्तु दिक् अथवा कालः इति अस्ति चेत् तस्य आनयनं भवितुं न अर्हति, परन्तु तथा अस्ति इति कृत्वा तस्य कारणता न अपगच्छति खलु. इति कृत्वा यस्य केवलं मूर्तानां द्रव्याणाम् एव आनयनेन कारणता भवति, अन्येषां कृते तथा नास्ति. दर्शितरीत्या सिद्धकारणभावयोः दिक्कालयोः विपित्वम् अपि सिद्धमेव. पूर्वं वयं दृष्टवन्तः दिक्काल विभुत्वम् अपि कारणानि सन्ति तत् वयं सत्यं. इत्युक्ते तत्र पूर्वं दिक्कालयोः कारणता वयं साधितवन्तः, अपि च ते विभुद्रव्यमपि अस्ति. विभुद्रव्यम् इति कृत्वा तस्मिन् क्रिया न सम्भवति. सम्भवति, परन्तु तस्य कारणता तु वयं निरूपितवन्तः एव पूर्वम् इति. नहि, तयोः क्रिया सम्भवति यथा भवती उक्तवती इदानीं. ज्ञानसमवायी कारणस्य आत्मनः विभुत्वात् क्रिया उत्पादाम् उत्पाद असम्भव स्फुट एव. आत्मनि ज्ञानसमवायिकारणे अस्ति, विभुत्वात् आत्मनः विभुम् अस्ति, क्रिया उत्पादम् असम्भव. आत्मनि विभु अस्ति, तस्य अपि क्रिया न भवति, असम्भव अस्ति विभुद्रवे. सत्यं, ज्ञानस्य समवायिकारणमस्ति आत्मा, तर्हि तादृश आत्मा अपि विभुद्रव्यं, तर्हि विभुद्रव्यम् इति कृत्वा तस्मिन्नपि क्रिया नास्ति, असम्भवस्य. गुरुत्वा आदिगुणानां पतन आदिकारणता निरूपित एव. वयं पूर्वं दृष्टवन्तः गुरुत्वं पतनादि तेषामपि कारणता अस्ति. केषां कारणता अस्ति? गुरुत्वं पतनादि कारणता अस्ति रे, गुरुत्वं. हा, गुरुत्वे पतनस्य कारणता अस्ति खलु, गुरुत्वमिति गुणे पतन आदिपतन आदिपतन असमवायीकारणं गुरुत्वम् इति वयं गुरुत्वस्य लक्षणं दृष्टवन्तः. तर्हि गुरुत्वम् इति कारणमस्ति पतनस्य, आद्यपतनस्य वस्तुतः. आद्यपतनस्य निरूपत अग्रे पूर्वे क्रियायाः अपि विभागं प्रति उत्तरदेशसंयोगप्रति च कारणता निरूपिता. आदिपतनकारणतानन्तरं या क्रिया भवति तस्य अपि उत्तरदेशसंयोगप्रति कारणता अपि वयं दृष्टवन्तः. गुरुत्वम् आदिपतनकारणता, तस्य अनन्तरं क्रिया भवति, तत् क्रिया उत्तरदेशसंयोग अस्ति. सत्यं, परन्तु केवलं तत्क्रिया इति नास्ति खलु, तर्हि तत्र तत्क्रिया अपि भवति, परन्तु क्रिया इति साधारणतया विभागस्य अपि च संयोगस्य कारणं भवति. इत्युक्ते उत्पीठिकायां पुस्तकम् अस्ति चेत् तत् उत्पीठि, हा वदतु भगिनि. प्रथमं संयोगः अस्ति, तदनन्तरं क्रिया भवति, तदनन्तरं विभागः भवति, तदनन्तरं उत्तरदेशसंयोगः भवति, तदनन्तरं पञ्चक्रिया. हा, मध्ये हा विभागः, संयोगनाशः, उत्तरदेशसंयोगः, अनन्तरं क्रियानाशः इति खलु. तत्र पतनम् इति नास्ति, परन्तु तत्रापि क्रिया अस्ति इति क्रियया विभागः अपि च संयोगः इति भवति. तर्हि क्रिया इति विभागसंयोगयोः कारणं भवति. अस्तु, नहि गुणक्रिययोः अमूर्तयोः आदानं सम्भवति. गुणक्रिया अमूर्तयोः आदानं सम्भवति इत्युक्ते किम्? हा, इत्युक्ते इदानीं किम् उक्तवन्तः, तत्र गुरुत्वादिगुणानाम् अपि कारणता अस्ति, क्रियायाः अपि कारणता इति वयं दृष्टवन्तः. तर्हि गुणः अपि च क्रिया द्वयमपि मूर्तपदार्थः नास्ति इति कृत्वा तस्मिन् क्रिया नास्ति, अपि च आदानमपि न सम्भवति. इत्युक्ते तस्य तत् स्वीकृत्य वयम् आनेतुं न शक्नुमः. अस्तु भगिनि, प्रश्नः, क्षम्यतां, क्रियायां क्रिया तादात्म्यसम्बन्धेन वर्तते वा? न जानामि महोदय, वस्तुतः क्रिया इति वयं न पठितवन्तः. किमर्थमहं पृच्छामि इति चेत् तत्र मूर्तद्रव्यस्य लक्षणं तु यस्मिन् क्रिया जायते इति, किन्तु अत्र किमुक्तमस्ति इति चेत् क्रिया अमूर्तम् इति, यस्मिन् क्रिया जायते तत् मूर्तं भवति, किन्तु क्रिया स्वम् अमूर्तं भवति इति. प्रायः तर्हि क्रियायां क्रिया नास्ति इति आगच्छति खलु. सर्वे पदार्थाः स्वस्मिन् तादात्म्येन वर्तन्ते एव किल. न, अभावः तथापि तथा इति नास्ति खलु. द्रव्यस्य विषये एव चिन्तितवन्तः तथा इति चिन्तयामि. इत्युक्ते रूपं स्वस्मिन् तादात्म्येन अस्ति इति वयं यत्र कुत्रापि न दृष्टवन्तः. क्रिया द्रव्यं नास्ति न, क्रिया तु द्रव्यं नास्ति. सत्यं, क्रिया द्रव्यं नास्ति. अपि च द्रव्याणामेव एतावत्पर्यन्तं वयं स्वस्मिन् तादात्म्येन स्थित्वा समवायेन जनयति इति दृष्टवन्तः. यतोहि अपि च तत्र यदा समवायिकारणस्य प्रसङ्गे पठितवन्तः तदा एतदपि उक्तवन्तः यत् केवलं द्रव्यमेव समवायिकारणं भवति इति. यत् समवायिकारणमस्ति तदेव तादात्म्येन स्वस्मिन् तिष्ठति इति कृत्वा प्रायः क्रिया तथा नास्ति इति अहं चिन्तयामि. परन्तु क्रिया न पठितवन्तः इति कृत्वा दृढतया न वक्तुं शक्नोमि. चिन्तनम् आगतं पुरतः स्थापितवान् तावदेव. यत् प्रायः यद्भवत्या उक्तं तत् सत्यमेव इति चिन्तयामि. अस्तु, सम्यक् एव महोदय. अस्तु भगिनी. अस्तु, गुणक्रिययोः अमूर्तयोः आदानं सम्भवति, अमूर्तयोः आदानं सम्भवति न सम्भवति खलु. न इति आरम्भे अस्ति. अतः मूर्तानाम् एव कार्याधिकरणे आदानं कारणतां ग्राहयेत् अनादानं वा प्रतिषिध्येत्. अतः मूर्तद्रव्ये कार्याधिकरणे यदि अहं कारणता आनयामः, कारणता कापि आनयामः तद् ग्राह्यतम् अनादानं वा प्रतिषिध्येत्. प्रतिषिध्येत् इत्युक्ते किम्? इत्युक्ते यत् मूर्तानाम् एव, इत्युक्ते यत् मूर्तद्रव्यम् अस्ति तेषाम् एव कार्यादिकरणे तस्य आनयनेन कारणता इति भवति. तस्य आनयनं न भवति चेत् कार्यता नास्ति इति निषेधः अपि भवति. परन्तु तत् केवलं यत् नियमः वयं, यः नियमः वयं पूर्वं दृष्टवन्तः, आनयनम् इत्यनेन कारणता इति, अथवा आनयनम् इत्यनेन कारणम् इति भवति इति, तत्तु केवलं मूर्तद्रव्याणां कृते एव सङ्गच्छति तादृशनियमः, न तु अन्यस्य कृते इति. न च प्रकृतप्राग्भावमूर्तरूपः इति तत् कारणत्वनिरूपणाय अदानयोः चिन्ता निष्फला एव. अस्माकं विषयः अस्ति प्राग्भाव, तस्य मूर्तरूपं नास्ति इति कारणतः तस्य निरूपणाय वयं किं कारणं न कारणम् आद न स्वीकुर्मः, न स्वीकुर्मः वा कारणता केऽपि न आदान आदानयोः. हा, इत्युक्ते आदान अनादानयोः चिन्ता निष्फला इत्युक्ते तत्र आनयनम् अथवा न आनयनं खलु, तादृशचिन्ता तत्र निष्फला इत्युक्ते तेन किमपि फलं नास्ति. यतोहि प्रागभावः इति मूर्तपदार्थः नास्ति इति कृत्वा एतावत्पर्यन्तं यदुक्तवन्तः वयं, केवलं मूर्तानां पदार्थानां तादृशनियमः सङ्गच्छति, अन्यस्य तथा न भवति इति कृत्वा प्रागभावः मूर्तद्रव्यं नास्ति इति तस्य तादृशनियमेन तत्र तथा वक्तुं न शक्नुमः प्रागभावस्य विषये इति. इत्युक्ते आधा यत् आनीयते यत् न आनेतुं न शक्यते तादृशनियमः उपयुज्य प्रागभावः कारणता वा न इति न चिन्तयितुं शक्यते. सत्यं कृत्वा कथं प्रागभावस्य कारणता आगच्छति इति एतावत्पर्यन्तं न उक्तं. केवलं तादृशचिन्तनेन प्रागभावस्य कारणता अपगच्छति इति न वक्तुं शक्नुमः इति एव एतावत्पर्यन्तं वयं दृष्टवन्तः. अमूर्तनास्ति, गुण नास्ति, क्रिया न विभुत्वं नास्ति, कोऽपि कारणं वयं न प्राग्भावे एव. हा इत्युक्ते तत्र गुणः विभुत्वम् इति सर्वं तत्र मूर्तानां विषये खलु. यत्र तत्र क्रियागुणः तत्सर्वमपि विभुद्रव्यम् अपि कारणं भवति यद्यपि तस्य आनयनं नास्ति चेदपि इति कृत्वा तादृशं आनयनं प्रागभावस्य नास्ति इति तस्य कारणता न अपगच्छति इत्येव एतावत्पर्यन्तं पर्यवसितम्. हा लक्ष्मी भगिनी किमपि वक्तुमिच्छति? केवलं गेस्टिङ्गेव प्रागभावम् इति किमपि ज्ञानं कुलालस्य मनसि आगच्छति इत्युक्ते यत् घटं सः निर्मातुम् इच्छति तत् घटं प्रायः नास्ति, तादृशघटं प्रायः नास्ति इति कृत्वा सः कर्तुम् इच्छति इति यतोहि अभावः इति ज्ञानमिति गुणः, अभावः इति गुणः नास्ति इति कृत्वा प्रागभावः इति ज्ञानम् इति न वक्तुं शक्नुमः. परन्तु प्रागभावः इति हा अग्रे अग्रे आगच्छति इति चिन्तयामि कथं प्रागभावः. अस्तु अन्य दुरुपपाद इति अस्ति इति पूर्वस्मिन् परिचये यत् अस्ति तत्र दुर् उपपादात् किल उपपादः दुष्करः इति. ओ अस्तु अस्तु भगिनी, अत्र आदानम् इति पदमस्ति किल कार्यादिकरणे आदानं कारणम् आदानम् अपि च आदेयम् अनयोः मध्ये किमपि सम्बन्धः वर्तते वा? तद् आधेयं खलु, एतत्तु आदानं तत्र आधेयं महाप्राणधकारः. अस्तु अस्तु तर्हि अद्य अत्र स्थगयामः. शुभरात्रिः सर्वेषां. धन्यवादः भगिनी. अस्ति वा भगिनी? अस्ति वा?